नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अङ्गकार्ये गुणः इति नूतनकरपत्रमस्ति। गतवर्गे अङ्गम् इति विषयः अस्माभिः अधीतः। अङ्गम् अङ्गसंज्ञा केन सूत्रेण भवति? यस्मात् प्रत्ययविधि तदादिप्रत्यये अङ्गम्। यस्मात् प्रत्ययविधि तदादिप्रत्ययङ्गम् तेन सूत्रेण अङ्गसंज्ञा भवति इति ज्ञातं। तत्पश्चात् तत्र किञ्चित् पूर्वस्मिन् करपत्रे अस्माभिः किञ्चित् ज्ञातं यत् इत्युक्ते तत्र पुनःस्मरणरूपेण ज्ञातम् इत्संज्ञा इत्युक्ते यत्र यत्र अस्माकं तत्र विवक्षा अस्ति क्रियापदनिर्माणं भवतु इति विवक्षा यदा भवति तदानीं तत्र धातुः औपदेशिकधातुमानीय औपदेशिकधातौ इत्संज्ञकवर्णानां लोपः इति अस्माकं प्रथमं कार्यमस्ति। तत्पश्चात् तत्र लकारस्य विधानं भवति। लकारस्य विधानानन्तरं तत्र लकारस्य स्थाने तस्य इति सूत्रेण तिङ्प्रत्ययः आगच्छति। इदानीं धातुः अस्ति, लकारः अस्ति, तस्य स्थाने तिङ्प्रत्ययः। यदि तत्र तिङ्प्रत्ययम् आश्रित्य इदानीं विकरणप्रत्ययः आगच्छति, यतोहि तिङ्प्रत्ययः सार्वधातुकः अस्ति, कर्तार्थकः अस्ति इति कृत्वा विकरणप्रत्ययः आगच्छति। प्रणम् अनुसृत्य विकरणप्रत्ययः, कर्तरि शप् इति तत्र मूले कर्तरि शप् इति उत्सर्गः अस्ति, तस्य अपवादाः सन्ति गणम् आश्रित्य, यथा दिवादिभ्यः श्यन्, स्वादिभ्यः श्नु, सुदादिभ्यश्नम् इत्यादयः। तर्हि इदानीं विकरणप्रत्ययः अस्ति धातोः अनन्तरं, धातुः इदानीम् अङ्गमस्ति, धातुः अङ्गमपि अस्ति, धातुः अपि अस्ति इति स्मर्तव्यं। धातुरूपी अङ्गम् अस्ति, धातोः अनन्तरं विकरणप्रत्ययः। इदानीं विकरणप्रत्ययम् आश्रित्य अङ्गे कार्याणि भवन्ति, तादृशकार्याणि अङ्गकार्याणि इति वदामः। अङ्गे यानि कार्याणि प्रवृत्तानि तानि अङ्गकार्याणि इति वदामः। तर्हि विकरणप्रत्ययम् आश्रित्य अङ्गकार्याणि भवन्ति। तर्हि एकम् अङ्गकार्यं तु वयं जानीमः, तत्र किमस्ति एकं तत्र अस्माकं प्रसिद्धम् अङ्गकार्यं? गुणकार्यम् इति प्रसिद्ध, यत्र यत्र धातुः अस्ति सर्वदा प्रष्टव्यं, धातुः यत्र अस्ति तत्र तस्य अनन्तरं प्रत्ययः अस्ति चेत् गुणः भवति वा इति प्रष्टव्यं। यतोहि धातोः अनन्तरप्रत्ययः तु सार्वधातुकः अथवा अर्धधातुकः एव भवति, द्वयोः अपि गुणः भवति इति कृत्वा गुणः अस्ति वा इति अस्माकं प्रथमः प्रश्नः भवति एव। तर्हि गुणकार्यं सर्वदा प्रष्टव्यं, यत्र यत्र धातुः अस्ति तत्र गुणः भवति वा इति प्रष्टव्यं। तदनन्तरं तत्र धातुः अस्ति इति कृत्वा कुत्रचित् विशेषधात्वादेशाः अपि भवन्ति, धातोः स्थाने आदेशाः, यथा तत्र आर्धधातुकप्रक्रियायाम् अस्धातोः भू आदेशः भवति, अस्धातोः भू आदेशः भवति। तर्हि अस्योगः तप् प्रत्ययः अस्ति चेत् तत्र अस्य स्थाने भू आदेशः भवति, अस्तेर्भूः इत्यनेन भू आदेशः भवति, तर्हि भूतः इति रूपम्। तर्हि एतादृश आदेशाः सार्वधातुक लकारेषु अपि वयं द्रष्टुं शक्नुमः। धातोः स्थाने पा स्थाने पिब् आदेशः एतादृश, अथवा तत्र इष् इति धातुः अस्ति चेत् तत्र षकारस्य छकारादेशः, एते आदेशाः धात्वादेशाः इति वयं वदामः। एते आदेशाः अपि भवन्ति इति गतवर्गे अस्माभिः ज्ञातम्। इदानीं तस्मिन् विषये अपि इतोपि किञ्चित् अङ्गकार्यस्य विषये, अत्रापि बहु किमपि नूतनं नास्ति, यदस्माभिः पूर्वं पठितं तस्यैव पुरस्मरणम् अस्ति, किञ्चित् तत्र प्रायः किञ्चित् नूतनमस्ति पश्यामः। तर्हि इदानीम् आरम्भं कर्तुं शक्नुमः। विजयलक्ष्मी भगिनी आरम्भं करोति वा? हा भगिनी, कुतः आरम्भम्? नूतनकरपत्रमस्ति खलु अङ्गकार्ये गुणः, आरम्भतः पठामि वा? नूतनमस्ति आरम्भतः। एतावता अङ्गकार्यं कथं प्रवर्तते इति अस्माभिः दृष्टम्। अङ्गकार्येषु एकं प्रमुखं कार्यं गुणकार्यम्। पाणिनेः धातुपाठे गुणस्य महत् नृत्यम् अस्ति। महत् नृत्यम्? नृत्यम् इत्युक्ते किं भगिनि? नृत्यम् इत्युक्ते तत्र रोल् इति चिन्तयतु। ओ अस्तु, गुणस्य महत् नृत्यम् अस्ति। इदमेव गुणस्य नृत्यं सर्वत्र धातुपाठे व्याप्तम्। वस्तुतः नृत्यं सरलमेव, अङ्गम् अजन्तं स्वरान्तम् अस्ति चेत्, अन्तिमे स्वरे गुणः अर्हः, अङ्गं हलन्तं चेत् गुणः उपधायां सम्भवति। प्रथमम् अङ्गकार्यस्य प्रसङ्गः कः, कस्मिन् सन्दर्भे भवति इति कश्चन चिन्तनक्रमः अस्ति। धातुभ्यः के के प्रत्ययाः आयान्ति, अपि च केन क्रमेण। अग्रिमे पठामि वा? अत्र वक्तुं किमपि नास्ति खलु भगिनि? किमपि नास्ति, हा अग्रे गच्छतु। चिन्तनक्रमः। मनसि कश्चन धातु अस्ति, अपि च कश्चन लकारः विवक्षितः, यथा वर्तमानकाले इष्टे सति लट् लकारः, एवं च धातुः योगः लट्। लट् स्थाने तिङ्सम्यकः प्रत्ययः, प्रथमपुरुषैकवचने सि, द्विवचने तः, बहुवचने अन्ति, मध्यमपुरुषे सि थः थ, उत्तमपुरुषे नि वः मः। अधुना स्थितिः एवं, धातुतः तिङ्प्रत्ययः, स च तिङ्प्रत्ययः सार्वधातुकसम्यकः, तिंश्चित् सार्वधातुकम् इत्यनेन सूत्रेण, अपि च कर्त्रर्थकः। कर्त्रर्थकः कर्ता इति अर्थः यस्य, सः कर्त्रर्थकः प्रत्ययः। यदि धातुतः प्रत्ययः विहितः, अपि च सः प्रत्ययः सार्वधातुकसम्यकः, कर्त्रर्थकः तिङ्सम्यकः च, तर्हि तस्यां दशायां धातुप्रत्ययोः मध्ये विकरणप्रत्ययः विहितः अस्ति कर्तरि शप् इत्यनेन सूत्रेण। अधुना धातुः विकरणप्रत्ययः, योगः तिङ्सम्यकप्रत्ययः, धातुः योगः विकरणप्रत्ययः, योगः तिङ्प्रत्ययः इत्येतेषां संयोजनेन क्रियापदं निष्पद्यते। यथा वद् योगः लट्, लटः स्थाने सि आयाति, वद् योगः ति, प्रथमपुरुष एकवचने वद् योगः ति इति भवति। वद् योगः शप् योगः ति, अत्र शप् इति विकरणप्रत्ययः कर्तरि शप्। वद् योगः अ योगः ति, लोपानन्तरम् इत्सम्यकानां, वद् वद योगः ति वदति इति रूपं निष्पद्यते। एवं च अस्मिन् क्रमे क्रियापदस्य निर्माणार्थं किञ्चित् अत्र किञ्चित् उक्त्वा अनन्तरं गच्छतु। अस्तु, अत्र अस्माकं मनसि का विवक्षा अस्ति इति चिन्तयित्वा कश्चन धातु स्वीकृत्य तत्र वर्तमानकाले लट् इति प्रत्ययः योजयामः। तत्र लट् लटः स्थाने तिङ्सम्यकः अस्माकं विवक्षानुसारं, प्रथमपुरुषे एकवचने भवति चेत् किमपि आयाति, द्विवचने अन्यत् किमपि, बहुवचने अन्ति इति। एवम् अस्माकं हस्ते नवरूपाणि सन्ति, तेषु कश्चन एकः रूपम् एकं रूपम् अस्माकं विवक्षानुसारं स्वीकुर्मः। तत्र धातुतः तिङ्प्रत्ययः विधीयते। तत्र धातु कस्मिन् गणे अस्ति इति न, प्रथमं तु गणः चिन्ता एव न भवति। धातुतः यदा तिङ्प्रत्ययः विधीयते तदा कर्तरि शप् इति कर्त्रर्थकः धातु अस्ति, तिङ् अपि कर्तर्थकः अस्ति चेत् कर्तरि शप् इति सूत्रेण तत्र विकरणप्रत्ययः आयाति धातु तिङ् प्रत्ययोः मध्ये। कर्तर्थकः इत्युक्ते कर्ता इति अर्थः यस्य, सः कर्तर्थकः, कर्तरि इति। तत्र कर्ता अनन्तरं क्रियापदस्य डैरेक्ट् कनेक्षन् भवति। यदा कर्ता किम् इति वक्तव्यं भगिनि संस्कृते? कर्ता एण्ड् वन् टु वन् इति कर्तर्थकः, कर्ता प्रथमविभक्तेः प्रथमविभक्ति भवति, कर्म द्वितीयविभक्ति भवति, कर्ता अनुसृत्य क्रियापदं भवति, तदेव कर्तृर्थकः. अधुना धातु विकरणप्रत्ययः तिङ् सम्यकप्रत्यय अनेन क्रमेण एव भवति. तत्र वद् इति धातु स्वीकुर्मः चेत् वद् योगः लट् इति भवति. लटः स्थाने एक प्रथम एकपुरुष प्रथमपुरुष एकवचने तिङ् ति इति आयाति, वद्योगः ति इति, मध्ये कर्तरि शप् इति विकरणप्रत्ययः आयाति. अत्र लषक्वतद्धिते इत्यनेन शकारस्य लोपः भवति, सोरि इत्संज्ञा भवति. हलन्त्यम् इत्यनेन पकारस्य इत्संज्ञा भवति, तस्य लोपः इत्यनेन इत्सम्यकानां लोपः भवति, अकारः एव तिष्ठति. वद् योगः अयोगः ति वदति इति रूपं निष्पद्यते. अत्र वद् इति भ्वादिगणे अस्ति इति कृत्वा कर्तरि शप् इत्येव सूत्रम् उत्सर्गसूत्रमेव आयाति. अन्येषु गणेषु तत्र भिन्नभिन्न विकरणप्रत्ययाः आयन्ति. तावदेव, अग्रे पठामि वा आर् सम्बडि एल्स्? विद्या भगिनी नास्ति खलु? आर् वाय्स् इस् वेरि फेण्ट् एक्चुलि. किञ्चित् अग्रिमसोपानमपि पठतु भगिनि. पठामि वा? कर्तृर्थे इति किम् उक्तं भवत्या? कर्तृर्थे इत्युक्ते कर्तृपदस्य प्रथमाविभक्तेः कर्तृपदं प्रथमाविभक्ति विभक्ते भवति. प्रथमपुरुष श्रूयते वा? किमर्थं प्रथमपुरुष प्रथमविभक्ति एव खलु? हा श्रूयते भगिनि. किमस्ति वदति इति रूपं कथं निष्पद्यते इति उक्तवती इति सत्यं. मया तत्र किं पृष्टमासीत् इति चेत् कर्त्रार्थे इति उक्तं खलु, किं प्रत्ययः कर्त्रार्थे अस्ति, तस्य अर्थः कः? तदेव उक्तवती, कर्तृ अनन्तरं क्रियापदस्य डैरेक्ट् तत्र कनेक्षन् भवति. कर्ता विद्यते चेत् क्रियापदम् अपि तेन अनुसारेण चेञ्ज् भवति इति. सत्यं. तर्हि तत्र कर्तरीप्रयोग कर्त्रार्थे इत्युक्ते कर्तरीप्रयोगः इत्यर्थः. तत्र किं प्रत्ययेन कर्ता उक्तः भवति. किं प्रत्ययेन? वन् टु वन्. वन् टु वन्. तर्हि तत्र वन् टु वन् तत्र क्रियापदं वन् इति वदामः, तत्र क्रियापदेन किं प्रत्ययः उक्तः अस्ति, अतः कर्तरीप्रयोगे कर्तुः प्राधान्यम् अस्ति. कर्तुः प्राधान्यं यत्र कर्तुः प्राधान्यं भवति तत्र कर्तरि शप् इत्यस्य प्रसक्तिः भवति, नो चेत् न. अस्तु, एतावता बुद्धं खलु, अत्र नूतनं किमपि नास्ति. इदानीम् अग्रे गच्छेम. तर्हि अग्रे तत्र लक्ष्मी एक एक प्रश्नः अस्ति. कर्तरि शप् वयम् अवगच्छामः, परन्तु परस्मैपदम् अपेक्षितः, अत्र आत्मनेपदं न आयाति, तर्हि एव कर्तरि शप् अपि च परस्मैपदम् अपि च आयाति. परस्मैपदं न न एवं नास्ति. इदानीं पश्यतु, वन्द् इति धातुः अस्ति. वन्द् धातुः तत्र किं भवति? वन्द् धातुः परस्मैपदि वा आत्मनेपदि वा? वन्द् धातु वद् धातु उभयपदी न न मेबि आत्मनेपदी आत्मनेपदी खलु. तत्र वन्द् योगः लट्. इदानीं वन्द् योगः ति. इदानीं कः प्रत्ययः आयाति तत्र? ति प्रत्ययः परस्मैपदि प्रत्ययः वन्द्ययोगः ते वन्द्ययोगः ते इदानीं तिङ् प्रत्ययः आत्मनेपदी प्रत्ययः अतः वन्द्ययोगः ते इदानीं विकरणप्रत्ययः आयाति विकरणप्रत्ययः कः अत्र अस्ति विकरणप्रत्ययः विकरणप्रत्ययः न कस्मिन् गणे अस्ति न धातु कः यदि धातुः भवादिगणे यदि धातु भवादिगणे तर्हि स्पष्टतया शप् प्रत्यय शप् विकरणप्रत्ययः इदानीं भवान् उक्तवान् तत्र आत्मनेपदी अस्ति चेत् कर्तरि शप् न आयाति इति उक्तवान् खलु परस्मैपदी अस्ति चेदेव कर्तरि शप् आयाति इति उक्तवान् खलु भवान् कर्तरि शप् तथा नास्ति अतः न अतः आत्मनेपदी अपि कर्तृशप् आयाति कर्तृशप् आयाति आत्मनेपदी अपि अहं इदानीम् अहम् आगच्छामि कोऽपि चिन्ता प्रत्ययः तत्र तिङ् प्रत्ययः परस्मैपदी भवतु आत्मनेपदी भवतु कर्त्रार्थे अस्ति वा इति प्रश्नः कर्त्रार्थे प्रत्ययः अस्ति चेत् केवलं परस्मैपदी एव भवति इति नास्ति परस्मैपदप्रत्ययः एव भवति इति नास्ति आत्मनेपदप्रत्ययः अस्ति चेदपि कर्त्रार्थे भवितुम् अर्हति यथा वन्दते इति रूपं धन्यवादः लक्ष्मी भगिनी अग्रे समीचीनः प्रश्नः नमस्ते भगिनी सुमन् अस्मि क्षम्यतां किञ्चित् विलम्बेन आगतवती इदानीं भवती वक्तुं शक्नोति किं कुतः पठामः इति क्षम्यतां भगिनि अङ्गकार्ये गुणः इति एकं करपत्रं मया प्रेषितं तत्र अधः अधः अन्तिम अधः तत्र पी डि एफ़् 505.502 धन्यवादः तस्मात् पूर्वं भगिनी एकः अङ्कः यद् विनय महोदयेन पृष्टं तत्र तस्मिन्नेव आत्मनेपदी प्रत्ययः तु कर्मार्थे कर्मणि रूपे एव कर्मणि तत्रापि भवति न कर्मणि प्रयोगे अपि भवति किल कर्मणि भावे अपि भवति परन्तु विवक्षकः कर्तरी प्रयोगः विवक्षा वा कर्मणि प्रयोगः आत्मनेपदीप्रत्ययः द्वयोः रूपे कर्मणि प्रयोगे अपि भवति कर्तरीप्रयोगे अपि भवति परन्तु परस्मैपदी तु कर्तरीप्रयोगे एव भवति समीचीनं वा परस्मैपदी कर्तरीप्रयोगे एव भवति यतोहि शेषात् कर्तरी परस्मैपदम् इति उक्तं खलु शेषात् कर्तरी परस्मैपदम् इति उक्तम् अनुदात्तनिकपदम् अनुदा तत्र धातौ स्वरः अनुदात्तेत् अथवा नित् अस्ति चेत् तर्हि आत्मनेपदप्रत्ययः विधीयते तत्र धातौ स्वरः स्वरितेत् अथवा इत् ञकारः ञकारः इत् यस्य सः अस्ति चेत् धातुः उभयपदी भवति परस्मैपदी अपि भवितुमर्हति आत्मनेपदी अपि यत्र धातौ अवशिष्टः धातुः यत्र धातुः अनुदात्तेत् नास्ति स्वरितेत् नास्ति नित् नास्ति इत् अपि नास्ति तादृशधातुः शेषात् कर्तरी परस्मैपदम् इत्यनेन परस्मैपदसंज्ञकप्रत्ययः भवति कर्त्रार्थे एव भवति तत्र कर्मणि प्रयोगस्य तत्र स्थानं नास्ति अस्तु इदानीं एवं च अस्मिन् क्रमे क्रियापदस्य निर्माणार्थं त्रीणि कार्याणि सन्ति विकर्णप्रत्ययः विकर्णप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकर्णप्रत्ययोः मेलनं तिङ्प्रत्यय तिङ्सप्ञप्रत्ययसिद्धिः तिङ्सप्ञकप्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं यत्र भागत्रयं भवन्ति धातुः अपि च विकर्णप्रत्ययः तदनन्तरं तिङ्प्रत्ययः भागत्रयः अस्ति अत्र प्रथमसोपानं भवति विकर्णप्रत्ययः निमित्तीकृत्य अङ्गकार्यं भवति यत्र शप् इति विकर्णप्रत्ययः अस्ति चेत् तादृशविकर्णप्रत्यय निमित्तीकृत्य अङ्गे किमपि कार्यं भवति वा इति चिन्तनं प्रथमतया भवति तदनन्तरं तिङ्प्रत्यय तिङ्प्रत्ययस्य सिद्धतिङ्प्रत्ययरूपं कथं भवति इति चिन्तनं भवति. ततः परं तिङ्प्रत्यय आधारीकृत्य अङ्गकार्यम् एतस्मिन् सन्दर्भे अङ्गम् इति तु धातु विकर्णप्रत्ययोः मिलनानन्तरं यः भागः भवति तत् अङ्गं भवति. एतस्मिन् अङ्गे यत्किमपि कार्यं तिङ् प्रत्ययनिमित्तीकृत्य भवति वा इति चिन्तनं तृतीयसोपाने भवति. एतदत्र सारल्यार्थम् अत्र एवम् उक्तमस्ति. वस्तुतः तत्र प्रथमं तत्र धातोः अनन्तरं विकरणप्रत्ययः आयाति इति नास्ति खलु. वयं जानीमः विकरणप्रत्ययः तिङ्प्रत्ययस्य आना यदा तिङ्प्रत्ययः आगच्छति तदनन्तरमेव विकरणप्रत्ययः आयाति इति वयं जानीमः. तथापि अत्र सारल्यार्थम् एवम् उक्तमस्ति तत्र धातोः अनन्तरं विकरणप्रत्ययः तर्हि विकरणप्रत्ययम् आश्रित्य अङ्गकार्याणि इत्युक्ते धातोः पुरतः यः प्रत्ययः अस्ति प्रथमं तत् प्रत्ययं तं प्रत्ययम् आश्रित्य कार्याणि भवन्ति प्रथमं खलु. तत्पश्चात् तत्र सन्धिकार्यस्य अवसरः अस्ति चेत् तत्र धातु विकरणप्रत्ययोः मध्ये सन्धिकार्यमपि भवितुम् अर्हति. तत्सर्वं भूत्वा धातुविकरणप्रत्ययोः मेलनं यदा भवति भूयोगः शप् इति अस्ति चेत् इदानीं शप् निमित्तीकृत्य भू इति अङ्गे कार्याणि शप् इति विकरणप्रत्ययमाश्रित्य कार्याणि तर्हि गुणकार्यं भूत्वा भोयोगः शप् इदानीं भोयोगः अ इत्यत्र सन्धिकार्यस्य अवसरः अस्ति एचोय वायवः तदपि भवति तत्र तर्हि भव् भवयोगः अ भव इति इदानीं धातुविकरणप्रत्ययोः मेलनं तर्हि भव इति अङ्गमस्ति तिङ्प्रत्ययस्य कृते. तदनन्तरं द्वितीयसोपानं किम् अत्र उक्तमिति चेत् तिङ्प्रत्ययसिद्धिः. सिद्धिः इत्यस्य कः अर्थः इति चेत् मूलतिङ्प्रत्ययाः सन्ति अष्टादशमूलतिङ्प्रत्ययाः सन्ति तेषां स्थाने आदेशाः भवन्ति लकारम् आश्रित्य. इत्युक्ते लट् लट्लकारः अस्ति चेत् केचन आदेशाः भवन्ति लोट्लकारः अस्ति चेत् केचन आदेशाः भवन्ति इति एवं रीत्या लकारमाश्रित्य भिन्नभिन्न आदेशाः भवन्ति तेन मूलतिङ्प्रत्ययस्य परिवर्तनं भवति. तदर्थम् एव प्रत्येकं लकारे तत्र सिद्धप्रत्ययाः भिन्नाः भवन्ति खलु. तत्र लट्लकारे तीतः अन्ति सीतः त मेवः मह इति तर्हि लोट्लकारे तु तात् ताम् अन्तु हि तात् तं त अनि आव आम इति तत्र प्रत्ययाः भिन्नाः सन्ति. लट्लकारे भिन्नाः लोट्लकारे भिन्नाः. किमर्थं भिन्नाः प्रत्ययाः इति चेत् मूलतिङ्प्रत्ययः अष्टादशतिङ्प्रत्ययानां स्थाने ये आदेशाः भवन्ति ते आदेशाः लकारमाश्रित्य ते आदेशाः विद्यन्ते इति कृत्वा सिद्धप्रत्ययाः भिन्नाः भवन्ति. तर्हि द्वितीयं सोपानमस्ति तिङ्ग तिङ् सिद्धतिङ्प्रत्ययानां साधनं द्वितीयसोपानं. तृतीयसोपानम् इदानीं भव इति अङ्गं निष्पन्नमस्ति भूधातुतः अङ्गकार्याणि कृत्वा भव इति अङ्गं निष्पन्नमस्ति. इदानीं भव इति अङ्गात् तत्र तिङ्प्रत्ययः अस्ति इति कृत्वा इदानीं तिङ्प्रत्ययम् आश्रित्य पुनः तत्र कीदृशकार्याणि भवन्ति इति चेत् अङ्गकार्याणि भवन्ति. यतोहि भव इति अङ्गम् अस्ति तत्र अङ्गकार्याणि भवितुम् अर्हन्ति गुणकार्यम् यत्किमपि भवितुम् अर्हति. परन्तु तत्र द्रष्टव्यं कीदृश अङ्गमस्ति अजन्तम् अङ्गमस्ति वा इगन्तम् अङ्गमस्ति वा कीदृश अङ्गमस्ति इति द्रष्टव्यम्. अङ्गस्य अन्ते कः वर्णः अङ्गस्य उपधायां कः वर्णः सर्वं दृष्ट्वा तत्र पुनः गुणकार्यं भवितुम् अर्हति. तत्पश्चात् अङ्गतिङ्प्रत्ययोः मेलनं भवति तदानीं क्रियापदं निष्पन्नं भवति इति अत्र सामान्य सरलरीत्या प्रक्रिया उक्ता. परन्तु शास्त्रीयरीत्या कथं भवति इति वयं जानीमः. तत्र प्रथमं लट्लकारः तत्र धातुतः लकारः आयाति तदनन्तरं तस्य स्थाने तिङ्प्रत्ययः तदनन्तरं विकरणप्रत्ययः तत्पश्चात् विकरणप्रत्ययमाश्रित्य अङ्गकार्याणि धातुविकरणयोः मेलनं तत्पश्चात् तत्र आदौ एव यदा तिङ्प्रत्ययः आयाति तदानीमेव तत्र सिद्धप्रत्ययाः अपि भवन्ति तिङ्प्रत्ययस्य स्थाने आदेशाः अपि भवन्ति ते एव प्रत्यादेशाः इति वदामः. मूलतिङ्प्रत्ययानां स्थाने ये आदेशाः भवन्ति ते आदेशाः प्रत्यादेशाः इति वयं वदामः. बुद्धं खलु? बुद्धं भगिनि. अग्रे गच्छतु. अग्रे पठामि. पठतु. अस्माकम् अवधानम् इदानीं प्रथमे सोपाने अस्ति विकर्णप्रत्ययनिमित्तकम् अङ्गकार्यं. यत् कार्यं धातौ भवति यस्य कृते विकर्णप्रत्ययः कारणमस्ति तत् कार्यं विकर्णप्रत्ययनिमित्तकम् अङ्गकार्यं भवादिगणे तत् अङ्गकार्यं त्रिविधा गुणकार्यं धात्वादेशः धातौ अन्याः विकृतयः इति त्रीणि सोपानानि अस्मिन् करपत्रे केवलं गुणकार्यं पश्येम धात्वादेशस्य अपरस्य च काचित् चर्चा जाता पूर्वतनकरपत्रस्य अन्तिमे भागे अग्रे च विस्तृतरूपेण भविष्यति अस्माकम् अवधानं केवलं प्रथमे सोपाने एव भवति यत्र क्षम्यता विकर्णप्रत्यय आश्रित्य अङ्गकार्यं किं भवति इत्यस्मिन् अस्माकम् अवधानं भवति इति चेत् गुणकार्यं ततः परं धात्वादेशः अपि धात्वादेशः ततः परम् अन्यसन्धिकार्यं किमपि अस्ति चेत् धातौ विकृतयः अस्ति चेत् तदपि अस्माकम् अवधानम् अस्ति इति एतस्मिन् परिच्छेदे उक्तम् अग्रे पठानि वा भगिनि धन्यवादः भगिनि समीचीनं एतावत् पर्यन्तं बुद्धं खलु प्रश्नः नास्ति खलु प्रश्नः अस्ति वा भगिनि अस्तु अस्तु तर्हि तत्र भगिनि अग्रे पठतु भगिनि गुणकार्यम् अनन्तरं धात्वादेशः इति दत्तं न गुणकार्यस्य अनन्तरं धातोः आदेशः भवति वा सत्यं सत्यम् अत्र केवलं तत्र क्रमस्य चिन्तनं नास्ति तत्र इति तथा नास्ति अत्र केवलम् अङ्गकार्यं त्रिविधम् इति उक्तं खलु गुणकार्यम् अथवा धात्वादेशः अथवा अन्यकार्यम् अत्र क्रमस्य चिन्तनम् अस्ति अवगतम् इदानीम् अवगतम् अस्तु अग्रे तत्र मीना भगिनी अग्रे पठतु अत्र बिन्दुद्वयम् अवधेयं बिन्दुद्वयम् अवधेयं प्रथमं विकरणप्रत्ययं निमित्तं मत्वा धातु एव अङ्गं नाम धातौ एव अङ्गकार्यं वर्तते द्वितीयं धातोः द्वितीयं धातोः अङ्गकार्यं किम् इति नाम विकरणप्रत्ययं निमित्तीकृत्य किं कार्यं भवति इतः अग्रे उपरि दत्तं चिन्तनक्रमं पुनः न वक्ष्यामः इतः अग्रे उपरि दत्तं चिन्तनक्रमं पुनः न वक्ष्यामः केवलं विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अवलोकयाम किन्तु मनसि अवधातव्यं यत् तदा एतत् कार्यं सम्भवति यदा तस्मात् पूर्वं लकारः विवक्षितः अपि च लकारस्य स्थाने तिङ्सञ्ज्ञकप्रत्ययः विधीयते अतः एतत् सर्वं न उच्यते किन्तु मनसि स्यात् अत्र बिन्दुद्वयम् अवधेयं बिन्दुद्वयं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यम् अपि च तिङ्सञ्ज्ञकप्रत्ययसिद्धिः एव वा अत्र उक्तं खलु प्रथमं विकरणप्रत्ययं निमित्तं मत्वा धातौ एव अङ्गं नाम धातौ अङ्गकार्यम् इति प्रथमं द्वितीयं किम् उक्तं तत्र धातोः अङ्गकार्यं किं नाम विकरणप्रत्ययं निमित्तीकृत्य किं कार्यं भवति विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदनन्तरं द्वितीयबिन्दु तिङ्सञ्ज्ञकप्रत्यय तदेव वा तत्र बिन्दुद्वयम् इत्युक्ते प्रथमं विकरणप्रत्ययात् पूर्वम् अङ्गमस्ति इति प्रथमम् अङ्गमस्ति इति कृत्वा विकरणप्रत्ययम् आश्रित्य अङ्गकार्याणि इति द्वितीयं प्रथमं विकरणप्रत्ययं निमित्तं भूत्वा धातु एव अङ्गं धातुतः किमेव वर्तते प्रत्ययः भवति तत्पूर्वम् अङ्गम् इति उच्यते धातु एव अङ्गं तत्र तत्र एव अङ्गकार्यं भवति द्वितीयकार्यं धातोः अङ्गकार्यं किं भवति इति विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति विकरणप्रत्ययं किं किं भवति गणनिमित्तीकृत्य विकरणप्रत्ययः भवति तत् निमित्तीकृत्य धातोः अङ्गस्य कार्यं भवति इतः अग्रे उपरि दत्तं चिन्तनक्रमं पुनः न वक्ष्यामः केवलं विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अवलोकयामः विकरणप्रत्ययं निमित्तीकृत्य एव अङ्गकार्यं पश्यामः किन्तु मनसि अवधातव्यं यदा तदा एतत् कार्यं सम्भवति तदा तस्मात् पूर्वं लकारविवक्षितः अपि च लकारस्य स्थाने तिङ् प्रत्ययः विधीयते धातुतः लकारः विधीयते लट् लकारः लस्य इति स्थूर्णे तिङ् प्रत्ययः भवति तत् निमित्तीकृत्य धातुतः अङ्गकार्यं भवति अधः एतत् कथम् उच्यते इति अहं चिन्तयामि धातुतः तिङ् प्रत्ययः भवति तिङ् तिङ् निमित्तीकृत्य अङ्गकार्यं भवति किं भवति इति तत्र ज्ञातव्यम् यद्यपि तत्र पूर्वं तत्र किम् उक्तं त्रीणि कार्याणि उक्तं खलु विकरणप्रत्ययनिमित्तीकृत्य अङ्गकार्यं धातुविकरणयोः मेलनं तिङ् प्रत्ययसिद्धिः अनन्तरं तिङ् प्रत्ययं निमित्तीकृत्य अङ्गकार्यम् इति उक्तं शास्त्रीयक्रमः कथमस्ति इति वयं जानीमः खलु प्रथमं धातुतः तिङ् प्रत्ययः आयाति तत्पश्चात् एव विकरणप्रत्ययः आयाति यथा मया पूर्वम् उक्तं यद्यपि अस्माकं सम्यक् अवबोधः भवतु सम्यक् अवबोधं भवतु इति कृत्वा एवम् एतादृशम् उक्तं तत्र क्रमः विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् एवम् उक्तं परन्तु वस्तुतः कथं भवति इति चेत् प्रथमं धातुतः लकारः लकारस्य स्थाने तिङ्प्रत्ययः तत्पश्चात् तिङ्प्रत्ययमाश्रित्य तत्र विकरणप्रत्ययः विकरणप्रत्ययस्य विधानं तिङ्प्रत्ययस्य स्थाने प्रत्यय आदेशाः भवन्ति तदनन्तरं विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्याणि इति क्रमः तादृशं भवति खलु परन्तु तत्र सारल्यार्थम् एवं रीत्या उक्तं तत्र त्रीणि सोपानानि इति पूर्वम् उक्तं खलु सारल्यार्थम् उक्तं तावदेव अवगतं खलु पठामि वा ज्ञायते न अग्रे तु इदानीं तत्र अग्रे उषा भगिनी पठतु आं भगिनि ज्ञायते यत् अङ्गम् अजन्तं चेत् अन्तिमे स्वरे गुणः अर्हः अङ्गं हलन्तं चेत् गुणः उपधायां च सम्भवति अस्मिन् प्रथमे सोपाने धातुः एव अङ्गं धातवः विविधाः यथा अजन्तशब्दाः हलन्तशब्दाः च सन्ति तथैव अजन्तदातवः हलन्तदातवः च सन्ति द्वयोः धातुप्रकारयोः अङ्गकार्यं कीदृशम् इति द्वयोः धातुः प्रकारयोः अङ्गकार्यं कीदृशम् इति लक्षयित्वा इदं भागद्वयं कल्पितं ततः अग्रे च अजन्तदातवः पुनः नव उपविभागेषु प्रथमं यथा भगिनी उक्तवती धातुः अकारान्ताः धातवः आकारान्ता धातवः इकारान्ता धातवः ईकारान्ताः धातवः उकारान्ताः धातवः ऊकारान्ताः धातवः ऋकारान्ताः धातवः ऋकारान्ता धातवः एजन्ताः धातवः हलन्ताः धातवः पञ्च उपविभागेषु अद् उपदाः इद् उपदाः उद् उपदाः ऋद् उपदाः अवशिष्टाः तर्हि अस्माकं दशसु धातुगणेषु धातवः येषु उपविभागेषु विभक्ताः अधुना इदं विभज्यम् अनुसृत्य अङ्गकार्यं द्वादिगणे अवलोकनीयम् अपि च अस्मिन् पाठे विशेषतः अङ्गस्य गुणकार्यम्। प्रथमं धातुयोगः लट् लट् भवति चेत् लट् स्थाने तिप्तस्जि विवक्षानुगुणं तिङ् प्रत्ययः आयाति। तिङ् प्रत्ययस्य सार्वधातुकम् अस्ति, तिङ्क्षित् सार्वधातुकम्। इत्यनेन सार्वधातुके प्रत्यये परे कर्तरी कर्त्रार्थे शप् आयाति। धातुयोगः लट् इति स्थाने लट् धातुयोगः थि इति भवति। धातुयोगः थि इति स्थिते धातुयोगः शप् योगः थि भवति प्रथमगणे प्रथमगणे धातुयोगः शप् योगः अ भवति। धातुः धातुयोगः शप् योगः थि धातुः अजन्तदातवः अपि हलन्तदातवः अपि द्वयोः विधोः भवन्ति। धातवः द्विविधाः, अजन्तदातवः अथवा हलन्तदातवः भवति। शप् आश्रित्य धातोः अजन्तदातवः चेत् गुणः अस्ति, हलन्तदातवः चेत् पुगन्तलघुपदस्य इत्यनेन गुणः भवति। इगन्त अङ्गं चेत् इगन्त उपदा चेत् उपदा इति अलौन्त्यात् पूर्व उपदा इत्यनेन अन्त्य वर्णः वर्णस्य पूर्वम् उपदा भवति। धातोः अजन्ताः भवति चेत् आकारान्ताः आकारान्ताः इत्यनेन अकार आकार इकार ईकार उकार उकार ऋकार ऋकार एजन्ताः धातवः भवति। हलन्ताः अपि चेत् पञ्च उपविभागेषु भवति, अद् उपदाः, इद् उपदाः, उद् उपदाः, ऋद् उपदाः, अवशिष्टाः धातवः भवति। समीचीनं समीचीनम्। अत्र किञ्चित् चिन्तनं कुर्मः। इदानीं भवती यदुक्तवती तत्सर्वं समीचीनं, परन्तु मूलप्रश्नः अस्ति, किमर्थं धातूनाम् एतादृशविभजनं किमर्थम् आवश्यकम्? तत्र गुणकार्यं विवक्षानुगुणं इगन्तशब्दाः इगन्तधातुः अस्ति चेत् सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति। उपदा हलन्तदातवः अस्ति चेत् इगन्त नास्ति, सो उपदा विवक्षानुगुणम् एव गुणः भवति, पुगन्तलघुपदस्य च इत्यनेन। बहु समीचीनम् इति कृत्वा तत्र किम् अस्ति इति चेत्, एतादृशविभजनेन कः लाभः इत्युक्ते धातोः प्रथमतः अजन्तदातवः हलन्तदातवः इति विभागद्वयम्। अजन्तधातुषु धातोः अन्ते कः वर्णः अस्ति इति तं वर्णमाश्रित्य पुनः विभजनम्। तर्हि अजन्तधातोः अन्ते ह्रस्वकारः अस्ति वा दीर्घाकारः अस्ति वा ईकारः वा ईकारः वा ऊकारः वा इत्येवं रीत्या धातोः अजन्तधातोः अन्ते यः वर्णः अस्ति तं वर्णमाश्रित्य पुनः विभजनम्। तदनन्तरं हलन्तधातुः अस्ति चेत् उपदायां कः वर्णः अस्ति इति तं वर्णमाश्रित्य विभजनं। यथा तत्र उपदायां ह्रस्वकारः अस्ति चेत् अदुपदधातुः अद् उपदायस्य सः अदुपदः उदुपदः ईदुपदः ऋदुपदः इत्येवं रीत्या उपदायां कः वर्णः अस्ति इति उपदायां स्वरवर्णः अस्ति चेत् तादृशस्वरवर्णम् आश्रित्य विभजनं। तदनन्तरम् अवशिष्टदातवः। तर्हि तत्र कः लाभः इति चेत् इदानीं पश्यामः चेत् भुवादिगणे तत्र अकारान्तदातुः अथवा आकारान्तदातुः अस्ति चेत् तत्र प्रायः तत्र केवलं सन्धिकार्यमेव, अङ्गकार्यं किमपि नास्ति। अकारः आकारान्तदातुः अस्ति चेत् कार्यं किमपि नास्ति, केवलं योजनं। परन्तु ईकारान्तधातुः अस्ति चेत् तत्र यथा भगिनी उक्तवती गुणकार्यं सम्भवति। तर्हि ईकारान्त इकारान्त ईकारान्त उकारान्त ऊकारान्त ऋकारान्त इत्यत्र सहस्रधातवः सन्ति इति चिन्तयन्तु. तर्हि सहस्रधातवः सन्ति तर्हि एकस्य कृते रूपं कथं भवति इति वयं जानीमः, प्रक्रिया कथं भवति इति वयं जानीमः चेत् एकस्य धातोः कृते तर्हि तस्मिन् गणे सर्वेषां धातूनां प्रक्रिया कथं भवति इति वयम् इदानीं जानीमः, एकस्य जानीमः चेत्. यतोहि सर्वत्र प्रक्रिया समाना एव भवति. इदानीं जी इति धातुः एकः धातुः इकारान्तधातुः अस्ति, जी योगः शप्योगः ति इत्यत्र प्रक्रिया कथमस्ति इति वयं जानीमः चेत् ह्रस्व इकारान्तधातोः, तर्हि अन्ये ये धातवः सन्ति इकारान्तधातुः अथवा ईकारान्तधातुः तेषां सर्वेषां रूपाणि प्रक्रिया वयं जानीमः. तर्हि एतादृशविभजनेन तत्र सौलभ्यं भवति. प्रत्येकं धातुं स्वीकृत्य प्रक्रिया कथम् इति चिन्तनस्य आवश्यकता नास्ति. एकस्य वयं जानीमः चेत् सर्वेषां तस्मिन् गणे ये ये सन्ति तेषां सर्वेषां वयं जानीमः एव. अतः अत्र महान् लाभः अस्ति, एतादृशविभजनेन महान् लाभः अस्ति. वस्तुतः एतादृशविभागः तु साक्षात् पाणिना तत्र विवक्षितः आसीत्. सः एवमेव तत्र चिन्तितवान् यत् धातोः अन्त्यवर्णः यावर्णः अस्ति तस्य स्थाने आदेशाः भवन्ति. अजन्तधातुः अस्ति चेत् पाणिनीयसूत्राणि कथं सन्ति इति चेत् अजन्तधातोः अन्त्यवर्णस्य स्थाने आदेशाः, हलन्तधातुः अस्ति चेत् उपदावर्णस्य स्थाने आदेशाः इति तादृशसूत्राणि एव पाणिनिना तत्र रचितानि इति कृत्वा एतादृशविभागः तत्र अस्माकं सौलभ्याय भवति. अस्तु, न केवलं सार्वधातुकलकारेषु एतादृशविभजनं, आर्धधातुकलकारेषु अपि एवमेव विभजनमस्ति. तयोः भेदः कः? अर्धधातुकलकारेषु विभागः अपि च सार्वधातुकलकारेषु विभागः, तयोः भेदः कः? सार्वधातुकलकारः चेत् तिङ्प्रत्ययः धातुना दृश्यते. तद्भवतु, परन्तु धातोः यदा धातोः विभजनं यदा भवति तत्र भेदः कुत्र अस्ति? सार्वधातुकलकारेषु अर्धधातुकलकारेषु भेदः कुत्र अस्ति? सार्वधातुक अर्धधातुकयो प्रत्ययेन प्रत्ययविवक्षितेन अजन्तं भवति न सार्वधातुकलकारेषु. गणचिन्तनं नास्ति वा? सार्वधातुकलकारेषु प्रथमं धातोः गणमाश्रित्य विभजनमस्ति खलु, वादिगणः दिवादिगणः चुरादिगणः इति एवं रीत्या गणमाश्रित्य धातोः विभजनं. पुनः प्रत्येकस्मिन् गणे एतादृशविभागः अस्ति, अजन्तदातवः हलन्तदातवः, अजन्तदातुषु अकारान्तः आकारान्तः इकारान्तः, हलन्तदातुषु अदुपद इदुपद उदुपद ऋदुपद इति एतादृशविभजनं गणं प्रत्येकं गणे एतादृशविभजनम् अस्ति. तर्हि भुवादिगणे ये धातवः सन्ति तेषाम् एतादृशविभजनं, भुवादिगणे अजन्तदातवः हलन्तदातवः इति प्रथमतया विभागः, तदनन्तरम् अजन्तदातुषु एवं रीत्या अकारान्तः आकारान्तः ईकारान्तः उकारान्तः इत्यादयः, हलन्तदातुषु अदुपद इदुपद इदु ऋदुपद इति एवं रीत्या विभागः. तर्हि प्रत्येकं गणमाश्रित्य एतादृशविभजनं भवति सार्वधातुकलकारेषु. आर्धधातुकलकारेषु कः भेदः इति चेत् गणम् आश्रित्य विभागः नास्ति, सर्वे धातवः एकस्मिन् गणे एव सन्ति. तेषाम् इदानीं विभजनं अजन्तधातवः हलन्तदातवः इति, अजन्तधातुषु एवमेव विभागः, अकारान्तः आकारान्तः इकारान्त इत्यादयः, हलन्तधातुषु अदुपद इदुपद ऋदुपद इत्येवं रीत्या. तर्हि एतादृशविभागः उभयत्र अस्ति. केवलं भेदः कः इति चेत् सार्वधातुकलकारेषु गणमाश्रित्य अपि विभागः अस्ति, अर्धधातुकलकारेषु गणमाश्रित्य विभागः नास्ति. किमर्थम्? पुनः कोऽपि वदतु. सार्वधातुकप्रत्ययपरे नास्ति इत्यनेन इत्यनेन कर्तरिशप् न आयाति इत्युक्ते तत्र विकरण गणनिमित्तिकविकरणप्रत्ययस्य अवसरः नास्ति आददाति लकारेषु खलु अतः तत्र गणमाश्रित्य विभागस्य आवश्यकता नास्ति केवलं सार्वधातुकलकारेषु गणमाश्रित्य विभागः अस्ति अर्धधातुकलकारेषु तत्र विकरणप्रत्ययः गणनिमित्तिकविकरणप्रत्ययः न आयान्ति एव अस्तु तर्हि इदानीम् अग्रे गच्छेम उमाभगिनी अग्रे पठति वा पठामि भगिनि वादिगणे अजन्तदातवः वादिगणे अङ्गस्य गुणकार्यम् अजन्तदातवः अजन्तदातवः धातोः सप्ततिः सेवेण्टि अजन्तदातवः सन्ति अजन्तधातूनां गुणकार्यं भवति अनेन सूत्रेण सार्वधातुक आर्धधातुकयोः इदं सूत्रम् अङ्गस्य अन्तिमे स्वरे कार्यं करोति यदि सः अन्तिमः स्वरः इक् प्रत्याहारे स्यात् इक् प्रत्याहारः नाम इ उ ऋ ऋ यत्र धात्वन्ते इ उ ऋ ऋ च अस्ति तत्र शप् विकरणप्रत्ययस्य कारणेन स्वरस्य गुणः भवति शप् षित् अपि अस्ति पित् अपि अस्ति अतः तस्मिन् परे गुणः भवति अनन्तरं यतोहि नूतनस्य गुणः गुणस्वरस्य परं स्वरः अस्ति शप् अकारः अतः येचु अयावायावः इत्यस्य प्रसक्तिः अस्ति ये स्थाने ऐ ऐ स्थाने आय् ओ स्थाने औ औ स्थाने आव् तर्हि वादिगणे एतत् सर्वं पश्यामः अत्र अजन्तधातु धातोः गुणकार्यं वर्णयते अत्र धातूनाम् अन्तिमस्वर अन्तिम अक्षरः सार्वधातुक आर्धधातुयोः इति सूत्रमनुसृत्य अन्तिमेश्वरे इक् अस्ति चेत् इक् प्रत्याहारः अस्ति चेत् तत्र गुणः सम्भवति इक् प्रत्याहारः नाम इ ऊ ऋ अण्ड् देन् अत्र इ दीर्घस्वरमपि आगच्छति तत्र शप् विकरणप्रत्ययस्य कारणेन स्वरस्य गुणः भवति इ स्थाने ये देन् सोरि अतः येषु अयावयः सन्धि अपि सम्भवति ये स्थाने ऐ ऐ स्थाने आय् ओ स्थाने औ औ स्थाने आव् इति आगच्छति वादिगणे एतत् सर्वं सम्भवति गुणकार्यं किमर्थं भवति सार्वधातुको आर्धधातुकयोः गुणकार्यं किमर्थं भवति शप् प्रत्यय विकरणप्रत्ययः परे चेत् अस्तु गुणकार्यं सम्भवति किमर्थं शप्रत्यये परे भवति सार्वधातुक आर्धधातुकयोः तिंशित् सार्वधातुकम् तिंशित् सार्वधातुकं शप्रत्ययः सार्वधातुकः अस्ति इति कृत्वा गुणकार्यं भवति नो चेत् न खलु अस्तु समीचीनं समीचीनं धन्यवादः इदानीम् अग्रे तत्र पूर्णेन्दु महोदय भगिनि तत्र इक् प्रत्याहार इति उक्तं तत्र लकारः अन्ते कोऽपि धातु नास्ति वा तत्र ईदृशं नास्ति नास्ति धातो अन्ते लु इति अस्ति चेत् तत्र अनुनासिकः एव प्रायेण भवति गम् ल इति अस्मिन् वा तत्र अनुनासिकः एव भवति अनुनासिक एव लोपः भवति भवति अस्तु अस्तु वादिगणे आकारान्तः प्रातवः न सन्ति ईकारान्तः प्रातवः वादौ ईदृशाः सप्त प्रातवः सन्ति द्वियोगस्थ लषक्पदत्तिनेन सकारलोपः हलन्तेन अपकारलोपः द्वियोगः कारधातुकारधातुकयोः इत्यनेन हिलन्तस्य गुणः ते योगः एतोयवायवः इत्यनेन चेत् नाम आदेशः जय योगः जय इति अङ्गम् स्वादिगणे आकारान्तधातव कोऽपि न कोऽपि आकारान्तधातुः नास्ति इकारान्तधातवस्य पक्षे कार्यं कीदृशं भवति सोपानेन अत्र वर्ण्यते प्रथमे जी इकारान्तधातुः एकम् उदाहरणं जि इति उदाहरणं स्वीक्रियते जि योग सप् सप् इत्यतः वयं जानीमः सप् इत्यस्मिन् सकारः पकारः उभयः इति संज्ञकः सकारस्य लचक्वसाध्यते अपि च पकारस्य हलन्तम् इत्यनेन इत्संज्ञा भवति अनन्तरं तस्य लोपः इत्यनेन लोपो भूत्वा अकारः एव अवशिष्यते जि योगः इदानीं सार्वधातुकार्वधातुकयोः इत्यनेन जि इति इगन्तम् अङ्गम् इति कारणेन इकारस्य स्थाने गुणकार्यं भवति किं गुणादेशः भवति जि इत्यस्य गुणादेशः एकारः अतः जे योगः इदानीम् एतोयवायावः सन्धेः प्रसक्तिः एकारस्य स्थाने अय् आदेशः भवति जय योगः जय इति अङ्गं निष्पद्यते उपाधिगणे सर्वत्र इग यत्र यत्र अन्ते इकारः वर्तते तत्र तत्र एतादृशानि सोपानानि अनुसृयते अङ्गं साधयतु अग्रे अपि धन्यवादः महोदय इदानीं क्षि इति धातुः अस्ति गोमति भगिनी वदतु क्षि धातुः अस्ति चेत् तत्र कथं भवति प्रक्रिया जी धातु क्षि धातु तथा च क्षि धातुः शप् योगेन क्षियोग अप् शप् इत्यस्य लशक्वदधिते हलन्द्यम् अनेन सूत्रेण युत्संज्ञा श प तस्य लोपः भूत्वा केवलम् अ अवशिष्यते अतः क्षियोग अ अस्ति अ इति सार्वधातुकप्रत्ययः अस्ति षित् अस्ति तिंसि सार्वधातुकम् इत्यनेन तु सार्वधातुकं प्रत्ययः परे अस्ति पूर्वम् इकारान्तधातुः अस्ति इकारस्य गुणः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन अतः क्षि भवति क्षे क्षे अनन्तरम् अ एव अस्ति तत्र सन्धिकार्यं भवति एचोयवायावः इति सूत्रेण एकारस्य अय् आदेशः भवति क्षय योगः अ क्षय इति अङ्गं भवति तिप् प्रत्ययस्य कृते तथैव जुरि इति धातु न न क्षययोगः इति तत्र किं भवति क्षय क्षय इति अङ्गं भवति तिप् प्रत्ययस्य कृते तर्हि योजनेन क्षय योग तिप् भवति तिप् अत्र पकारस्य संज्ञा भवति हलन्त्यं तस्य लोपः अतः लोपः भूत्वा ति एव शिष्यति क्षय योग ति तत्र वर्णमेलनमेव गुणकार्यं किमपि नास्ति क्षयति इति अन्तिमरूपं भवति बहु समीचीनम् तर्हि इदानीं वयं द्रष्टुं शक्नुमः जी धातोः प्रक्रिया कथम् अस्ति इति वयं जानीमः चेत् तर्हि क्षी धातुः ज्री धातुः श्वी धातुः स्मी धातुः यः कोऽपि धातुः भवतु इकारान्तधातुः तेषां सर्वेषां प्रक्रिया वयम् इदानीं जानीमः एव यतोहि भेदः नास्ति तर्हि एतादृशवर्गीकरणेन एवमेव लाभः भवति तत्र एकस्य जानीमः चेत् सर्वेषां तस्मिन् गणे वयं ज्ञातुं शक्नुमः समीचीनम् यथा सुबन्तप्रकरणे अस्माभिः दृष्टं न रामा देव इति अकारान्तम् तदेव अत्रापि न सत्यं सत्यं सत्यम् एवमेव सत्यं तत्र वस्तुतः तत्र कौमुदी इत्यादिषु पुस्तकेषु सुबन्तप्रक्रियायाम् एतादृशविभजनं क्रियते प्रातिपदिकानाम् अकारान्तपुल्लिङ्गः ईकारान्तस्त्रीलिङ्गः इत्येवं रीत्या भवति देवः रामः इत्यादयः परन्तु तत्र धातुप्रक्रियायां यत्र धातुतः प्रत्ययः विद्यते तत्र एतादृशविभजनं तत्र अन्यैः न कृतं तत्र मातृभिः एव प्रथमवारम् एतादृशविभजनं कृतं वस्तुतः पाणिनिना इष्टः एव एतादृशविभजनं तत् पाणिनिना वस्तुतः तस्य विवक्षा आसीत्, परन्तु तस्य अवगमनं सर्वेषां न अभवत् इति कृत्वा तत्र मातृभिः प्रथमवारम् एतादृशविभजनं कृत्वा अत्र प्रक्रियायां सौलभ्यं वर्तते इति सा एव प्रथमवारं प्रदर्शितवती. अस्तु इदानीम् अस्तु अत्र सूर्यकुमारी भगिनी अत्र तत्र स्मि इति धातोः प्रक्रिया कथं वद भवति इति वदतु. स्मि भगिनि ईकारान्तधातवः स्मि स्मि इति धातुः अस्ति खलु. ओ क्षि स्मि स म इ स्मि अत्र अत्र दत्तं खलु तथैव ज्रि श्वि स्मि भगिनि क्षि क्षमि न पश्यति वा वदतु प्रक्रिया कथं भवति. झि चेय अत्र झ्रि झ्रि झ्रि इत्यस्य अनन्तरं श्वि श्वि इत्यस्य अनन्तरं स्मि श्री तृतीयः धातुः तत्र अस्ति श्री अन्तिमम् अन्तिम अन्तिम अन्तिमात् पूर्वं स्मि इति धातुः अस्ति खलु. स्मि क्षम्यतां स्मि इकारान्त धातु अस्ति अङ्गमस्ति शप् आयाति ति प्रत्ययविवक्षया. किञ्चित् उच्चैः वदतु न श्रूयते. अनुबन्धलोपानन्तरम् आ एव तिष्ठति. शप् सार्वधातुक अस्ति चेत् इकः गुणः भवति स्मे भवति स्मे योगः अङ्ग प्रथमम् अङ्गकार्यं भवति स्मे तदनन्तरं सन्धिकार्यं भवति स्मे योगः आयोगः यन्त वन्तदेश स्मय भवति स्मै भवति स्मै योगः आयोगः स्मय भवति ती प्रत्यय पर अस्ति अकारान्तङ्गम् अस्ति वर्णमेलनमेव स्मयति भवति. समीचीनं समीचीनम् धन्यवादः. इदानीं वंसि भगिनी अग्रे ईकारान्तदातवः. आम् ईकारान्ताः धातवः भ्वादौ ईदृशौ द्वौ धातुः स्तः डि योगः शप् तदनन्तरं डि योगः अ अनुबन्धलोपानन्तरं तदनन्तरं शप् इत्यस्य गुणक शप् इत्यस्य कारणे कर्त्रार्थे शप् इति विक्रणप्रत्ययः अस्ति तस्मात् कारणात् डि इत्यस्मिन् सार्वधातुकार्थधातुकयोः इत्यनेन तत्र गुणकार्यं भवति. इ इत्यस्य एकारः भवति डे योगः अ भवति डे योगः अ इत्यस्मात् तदनन्तरं सन्धिकार्यं भवति यचोयवायावः इत्यनेन एकारस्य स्थाने ऐ आदेशः भवति डै इति भवति डै योगः अ इत्यस्मात् डय इति भवति दयायोगः यदि अस्माकं विवक्षा कर्त्राते परस्मिप्रत्ययः अस्ति तु डि ति इति प्रत्यय योजयामः चेत् दयति इति रूपम् अन्तिमरूपं दयते. हा क्षम्यतां दयते इति आत्मनेपदिरूपमेव अस्ति इति भाति. हा क्षम्यताम् इदानीं समीचीनं धन्यवादः. इदानीम् अग्रे अग्रिमं तत्र कः करोति विनयमहोदय अग्रे. आं भगिनि दीर्घ इकारान्तधातु नियोगः शप् ततः नि न हलन्तयोगा इकारान्त दीर्घ अस्ति अतः शप् आयाति शप् निमित्तकं गुण भवति शब्दनिमित्तं गुण भवति तर्हि अङ्गकार्यं भवति प्रथम अङ्गकार्यं भवति अतः ने भवति ने उपरान्त सन्धिकार्यं भवति, प्रथमं कार्यं तर्हि सन्धिकार्यं, तथा एचो वायावः ए न हलत् योग ए अय अस्ति अतः नय भवति, य हलन्त परन्तु तत् तदनन्तरम् अङ्गकार्यम् आधारेण नय भवति, नय भवति, नय उपरान्त विवक्षाधारेण लकार अस्ति, अत्र यदि ति अस्ति तर्हि नयति, परन्तु अहं न जानामि अत्र आत्मनेपदी वा परस्मैपदी अस्ति, परन्तु यदि आत्मने अस्ति तर्हि नयते भवति, परन्तु यदि परस्मै तर्हि नयति भवति। नीदातुः परस्मैपदी धातुः, आत्मनेपदी नास्ति खलु? इदानीम् अवगतं खलु तत्र किमर्थम् एतादृशधातोः विभजनं किमर्थम् इति इदानीं पश्यन्ति खलु अत्र लाभः कः इति? कार्यं समानमेव इति, तर्हि एकस्य वयं जानीमः चेत् सर्वेषां तस्मिन् गणे तत्र सर्वेषां धातूनां तत्र प्रक्रिया कथम् अस्ति इति वयं ज्ञातुं शक्नुमः। अस्तु, इदानीम् ऊकारान्तदातवः इति अत्र वासुदेवन् महोदय पठति वा? भगिनी ईकारान्तशब्दः वा ईदृशः पञ्चदशधातवः सन्ति, धू डू डु योगः शप् शपित्ये शपित्यस्मिन् दर्शनस्य आवश्यकता पठनस्य आवश्यकता नास्ति, प्रक्रिया कथम् अस्ति इति भवान् वदतु। द्वियोगः आ दु गुणं भूत्वा दो भवति, दो योगः एच् अयवायवः इति सूत्रेण ओ औ भवति, दव् दव् योगः आ दव् योगः ओ दव् योगः आ दव् द्रव् द्रव् द्रु इति धातुः द्रु द्रु द्रव द्रव भवति द्रु द्रु इति चिन्तित द्रव द्रव अस्ति द्रवयोगः अस्ति द्रवति समीचीनं समीचीनम् इति अत्रापि प्रक्रिया समाना एव अस्ति खलु पश्यन्ति समानमेव ईकार यथा अस्ति तथैव उकारः अपि न कोऽपि उकारस्य स्थाने गुणः ओ भवति इत्येव व्यत्यासः तावदेव। अस्तु, इदानीं तत्र विजयकुमार विजया भगिनी वदति वा श्रू धातुः? आं भगिनि, स्रु वदतु, स्रु स्रु वा स्रु एव खलु? अत्र स्रु इति अस्ति, श्रूयते भगिनि? अत्र स्रु इति अस्ति धातुः, अनन्तरं शप् अस्ति कर्तरि शप्, तत्र अनुबन्धलोप अनन्तरम् अकारः एव तिष्ठति। इदानीं सार्वधातुक आर्धधातुकयोः इति सूत्रेण उकारस्य स्थाने ओकारः भवति, अतः तत्र स्त्रो इति भवति। अनन्तरं स्त्रो यचो यवायावः इति सूत्रेण स्रौ इति भवति, स्रौ योगः अकारयोजनेन स्रव इति भवति, एतत् अङ्गकार्यं निष्पन्नम्। अनन्तरं ति इति लट् रूपमस्ति, लट् संयोजनेन स्रवति इति प्रथमपुरुष एकवचनं निष्पन्नम् अत्र। बहु समीचीनं, सम्यक्, धन्यवादः। तथैव तत्र पश्यामः चेत् कु इति अस्ति चेत् कव इति भवति। भगिनि एकः संशयः, भगिनि धातुः स्त्रु सकारः कुत्र गच्छति? स्रव इति एव अस्ति न सकारः अस्ति, स्त्रु नास्ति, स्रु इति धातुः, सर् उ स्रु। ओके ओके ओके ओके, सकारः नास्ति प्रथममेव नास्ति नास्ति ओके अत्र दत्तं स्त्रु न स्त्रु इति न दत्तं स्रु इति एव अस्ति स्रु नास्ति ओके ओके ओके तकारः दृश्यते वा? ओ दृश्यते खलु, न तत्र टङ्कनदोषः अस्ति भगिनि, टङ्कनदोषः अस्ति खलु, तकारः दृश्यते खलु, अन्तिमरूपम् अत्र श्रौ इति अन्तिमरूपं सम्यक् अस्ति. तत्र मध्ये तत्र समीकरोमि, तत्र स्रु इति धातुः न तु स्रु, स्रु इति धातुः नास्ति इति चिन्तयामि. स्रु इति अस्ति वा? स्रु तकारः अपि अस्ति भगिनि, तत्र तकारः अस्ति वा? आम् आम् अस्ति अस्ति भगिनि, करपत्रे अस्ति, धरपत्रे अस्ति, परन्तु धातु अस्ति वा इति न जाने. करपत्रे स्त्रु इति एव अस्ति, अन्तिमरूपं समीचीनमस्ति स्र इति, अन्येषु स्रु नास्ति, स्रु इति धातुः स्रवति, स्रु इति स्रवति इति रूपम् अस्ति खलु, न तु स्रु स्रवति इति तु जाने, स्रवति अस्ति वा एकवारं द्रष्टव्यं. नास्ति नास्ति, तथा नास्ति, तत्र दोषः अस्ति, मुद्रणदोषः अस्ति, स्वीकरोमि. स्रु एव अस्ति भगिनि, स्रु गतौ स्रु इति एव धातुः. समीचीनम् उमा भगिनी, तत्र स्त्रु नास्ति, मया इदानीमेव तत्र समीपे आगत्य पश्यामि चेत् तत्र स्त्रु इति अस्ति, न तु स्रु, सत्यम्. अस्तु, एवमेव तत्र कु गु उ डु सर्वत्र प्रत्ययः समान. इदानीम् ऊकारान्तधातवः इति तत्र सुमन् भगिनी पठति वा? पठामि भगिनि, धन्यवादः. ऊकारान्तधातवः भुवादौ ईदृशाः त्रयः धातवः सन्ति, भूयोगशप् अनुबन्धनलोपानन्तरं भूयोग अभवति, तत्र सार्वधातुक आर्धधातुकयोः सूत्रेण अन्तिम ऊकारस्य गुणः भवति भो भवति, भूयोग अ पुनः एचोयवायवः सूत्रेण भोस्थाने अव् आगच्छति, भव योग अभवति, भव इति अङ्गं भवति. इदानीं तु परस्मैपदी कर्तृशप् तत्र परस्मैपदीरूपं विधीयते, अतः इदानीं भवति इति भवति. समीचीनम्. इदानीम् अरविन्द महोदय, मू इति धातुः. आम्, मू इति भुवादिगणधातुः अस्ति, तस्य धातोः शप् प्रत्ययः परस्य कर्तरि सर्वधातुके शप् विधानानन्तरं शकार पकार अनुबन्धलोपानन्तरम् अकार एव तिष्ठति, मू योगः आ इति स्थिते एचवयवायव इति माव इति रूपं सिद्ध्यति, मवति इति परस्मैपदीरूपम्. सत्यम्. एवमेव पू इति अस्ति चेत् पवति इति रूपम् अस्ति. पवति, समीचीनं, धन्यवादः. इदानीम् अग्रे विजयलक्ष्मी भगिनी. पू इति पुनाति इति नास्ति वा भगिनि? न न, पुनाति इति तत्र न इति विकरणप्रत्ययः अस्ति खलु, तत्र पू इति पवति. अग्रे पठतु, अग्रे वदतु. ऋकारान्तधातव तद्वा? तत्र हृ इति धातु शप् विधीयते, अनुबन्धानां लोपानन्तरम् अकारः एव अवशिष्यते, हृ इत्यस्य गुणकार्यं भवति यतोहि अकारः सार्वधातुकः अस्ति, हर् इति भवति, हर् योगः अ हर इति भवति, अनन्तरं तिप् योजनेन हरति इति रूपं निष्पद्यते. तथैव अग्रे, तथैव तथैव हृ, हृ योगः शप् ह्वर ह्वरति, गृ गर गरति, घृ घर घरति, धृ धर धरति, स्वृ स्वर स्वरति, स्मृ स्मर स्मरति. समीचीनम्. अग्रे लक्ष्मी, ऋकारान्त आं भगिनि ऋकारान्ताः धातवः भादौ ईदृशाः एकः धातुः एव अस्ति तृ इति तृयोगशप् योग तृ इत्यस्य रूपं तृयोगशप् तृयोग आ इति भवति तत्र गुणः भूत्वा ऋकारस्य अर् इति रूपं तरा तर् इति भवति प्रथमतया ततः परं तर् योग आ तरा इति अङ्गं भवति तरा योगति तरति इति रूपम् अन्तिमरूपं तरा इति नास्ति तर तर अस्ति भवती सर्वदा आ इति वदति क्षम्यतां भगिनि तरयोगः इति तरति हा तरा योगति तरति इति अन्तिमरूपं समीचीनम् अस्तु इदानीम् अग्रे मीना भगिनी एजन्तदातवः एजन्तदातवः द्वादौ ईदृशः एकत्रिंशत् दातवः सन्ति एच् इति प्रत्याहारे ए ओ ऐ औ येषां धातूनाम् अन्तिमः वर्णः ए ओ ऐ औ च ते एजन्ताः दातवः अतः सारुधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति किल यतः धात्वन्ते इ ऊर् वा नास्ति इकः एव गुणः तस्मात् केवलं सन्धिकार्यं भवति तत्र एचोयवाः इति कारणतः एचः स्थाने ऐ औ आय् आव् एते आदेशाः भवन्ति पठामि वा अग्रे दे योगः शब् दे इति एजन्तदातुः एकारः अस्ति गुणकार्यं नास्ति तत्र इक् नास्ति शप् इति लशकृतचिते ते सकारकलोपः हलन्त्यम् इति पकारलोप आ इव अवशिष्यते दे अ दे योगः अ एचो अयवः भवति सन्धिकार्यमेव भवति दै एकारस्य ऐ भवति दै योगः दय भवति दययोः दय दयति परस्य पदं वा दयति दयते दयति दयति तदैव मे योगः शप् मयति मे योगः मयि योगः मयति दे योगः दयति भे योगः दयति वे योगः वयति एकारान्तः इदानीम् ऐकारान्तः दै योगः शप् दै योगः ऐकारस्य आय् आदेशः एचोयावः इति सूत्रेण आय् आदेशः दाय् योगः दाय दायति तदेव गै गाय् गाय गायति वै पाय पायति श्यै श्याय शायति त्रै त्राय त्रायति जै जाय जायति शै शाय शायति भगिनी पै कथं पाय भवति त्रै ऐकारस्य स्थाने आय आदेशः वायवः प्याय प्याय इत्येव भवति किल प्याय तत्र प्याय प्याय इत्येवं भवति मुद्रणदोषः मुद्रणदोषः प्याय इति मुद्रणदोषः समीकरोमि तत्रापि अस्ति प्याय प्याय अस्ति सम्यक् अस्तु इदानीम् अग्रे अरविन्द महोदय अग्रे पठतु हलन्तदातवः भुवादौ ईदृश अष्ट अशीति अधिकम् अष्ट अष्टसहस्र अष्ट एय्ट् एय्टि धातवः सन्ति अत्र इगुपता धातूनाम् उत उपधायाम् इक् स्वरः स्य गुणः इक् प्रत्याहारः नाम इ ऊ इगुतुपता धातुः नाम यस्य धातोः उपधायाम् इक् स्वरः अस्ति सः स्वरात् पकारस्य योजनेन केवलं ह्रस्वः स्वरः निर्दिष्टः अतः इत् नाम ह्रस्वस्वरः इकारः उत् नाम ह्रस्व उकारः ऋत् नाम ऋसऋकारः इतुपद धातुः नाम यस्य धातोः उपधायां ह्रस्व इकारः अस्ति सः उतुपद धातुः नाम यस्य धातोः उतुपदायां ह्रस्व उकारः अस्ति सः ऋतुपदः धातु नाम यस्य धातोः उपधायां ह्रस्व ऋकारः अस्ति सः अत्र इक् इक् स्वर आधारीकृत्य उपधा ह्रस्व इक् वर्णस्य संज्ञा दीयते तपरकर्णत्वेन इतुपदा उदुपदा ऋतुपदा इति पृथक् तदेव तदनन्तरं हलन्त्येभ्य आम् उपदा इति वदामः चेत् तत्र इक् इति प्रत्याहारः अस्ति खलु आम् इक् उपदा इक् उपदा इक् इगुपदः इति वदामः चेत् तत्र कीदृशसमासः इगुतुपदा इति बहुव्रीहि वा बहुव्रीहि विग्रहं किम् इक् इक् धातु यस्य धातोः उपधाय सः ते इगुतुपदा इक् उपदा यस्य सः इदानीम् इगुपदः इति कस्य विशेषणम् धातोः विशेषणमस्ति तर्हि इगुपदः इत्युक्ते कः इति चेत् धातुः इगुपदः धातुः इक् उपदः तर्हि तत्र इक् उपदा यस्य सः इक् उपदा यस्य सः इक् प्लस् उपदा तत्र इक् इत्यस्य सन्धिः भवति जष्ट्वं भूत्वा इग् इग् योगः उपदा इगुपदा इत्यस्ति तत्र इदानीं धातुः इति पुल्लिङ्गे अस्ति इति कृत्वा इगुपद इत्यपि पुल्लिङ्गे भवति इति कृत्वा तत्र इगुपदा इत्यत्र ह्रस्वत्वं भवति इक् इगुपदः इगुपदः धातुः इति अस्ति एवमेव उत् उपदा उदुपदः उत् इत्यत्र तकारस्य जष्ट्वं भूत्वा उत् योगः उपदा उदुपदा उदुपदा इति अस्ति तत्र समासे समासः पुल्लिङ्गे भवति यतोहि धातुः इति विशेष्यं पुल्लिङ्गे अस्ति इति कृत्वा विशेषणमपि पुल्लिङ्गे भवति अतः उदुपदः इति भवति ह्रस्वत्वं भवति अन्ते उदुपदः अस्तु समीचीनम् इदानीम् अग्रे अत्र प्रश्नः अस्ति वा वंसि भगिनि अग्रे हलन्तेभ्यः एतत् न अभवत् किल न न भवत् अग्रे हलन्तेभ्यः धातुभ्यः पुकन्तलघुपदस्य च इत्यस्य प्रसक्तिः यतोहि इदं सूत्रं कार्यं करोति उपधायाम् अपि च एषु धातुषु उपधायां बहुत्र ह्रस्व इकः स्वराः सन्ति अत्र अवधेयं यत् सूत्रानुसारं केवलं लघु इकः गुणः भवति न तु दीर्घ इकः सूत्रार्थे तदा गुणः भवति यदा सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः वा परे अस्ति शक् तु सार्वधातुकप्रत्ययः अतः सूत्रस्य प्रसक्तिः कथम् इदं कार्यं दृश्यते इति अधः पश्यामः अस्तु यदि हलन्तधातुः अस्ति तत्र तु यदि उपधायां लघु इक् वर्णः अस्ति तस्य गुणः भवति पुगन्तलघुपदस्य च इति सूत्रस्य कारणेन तत्र पुगन्तलघुपदस्य च इत्यस्मिन् दलद्वयम् अस्ति एकं तु पुक् अन्तः अन्ते यत् अस्ति अन्यत् तु लघु उपधा अस्माकं कार्यं तु लघु उपधा एव अस्मिन् दलस्य उपयोगम् एव कुर्मः यतोहि तत्र तस्मात् कारणात् एव गुणः भवति अपि च धातु प्रत्ययः कीदृशः भवेत् इति चेत् सार्वधातुकप्रत्ययः अपि भवितुम् अर्हति आर्धधातुकप्रत्ययः यदि धातोः परे अस्ति तस्मात् कारणात् पुगन्तलघुपदस्य च इति कार्यं भवति यतोहि तत्र प्रत्ययस्य किमपि विवरणं नास्ति अतः शप् प्रत्ययः यदि धातुतः योजयामः तत्र शप् इति सार्वधातुकप्रत्ययः अस्ति अतः तस्य कारणेन धातोः लघु उपधायां गुणः भवति एतत् कार्यं कथं भवति इति अग्रे पश्यामः भगिनि पठतु इक् उपधाः धातवः भुवादौ ईदृशाः चत्वारिंशत् धातवः सन्ति टिक् योगः शप् लषत्वदर्घ्यवश्यकता नास्ति टिक् योगः शप् इत्यस्मिन् शप् इत्यस्मिन् लषकृतदिति इति सूत्रेण शकारस्य अनुबन्धलोपं भवति, शकारस्य लोपः भवति. तदनन्तरं पकारः अलस्यम् इति सूत्रेण लोपः भवति, अकारः अवशिष्यते. टिक् योगः अ इत्यस्मिन् अका शप् इति सार्वधातुकप्रत्ययः अस्ति, तस्मात् कारणात् टिक् इति धातोः यत् लघु उपधा अस् लघु इक् वर्णः अस्ति तस्य गुणः भवति पुगन्तलघुपदस्य इति सूत्रेण. अतः टेक् इति भवति, टेक् योगः अ इति अन्तिमरूपं टेक् टेक इति अङ्गम् अन्तिम अङ्गं भवति. तथैव अग्रे पठामि वा? पठतु, तथैव अन्तिमं. तथैव इट् योगः शप् एट् भवति, तत्र ए इकारस्य गुणः भवति यतोहि तत् स्वरवर्णः अस्ति, इकारस्य गुणः एकारः भवति अतः एट् इति भवति. पिट् पिट् इत्यस्मिन् इकारस्य गुणः भूत्वा पेट् इति भवति. चित् इत्यस्मा अनन्तरं चेत् भवति. निश् इत्यस्य नेश् इत्यादीनि अङ्गानि निष्पन्नानि. समीचीनम्. अग्रे तत्र गोमति भगिनी अग्रे पठामि. उदुवथाः पादौ ईदृशाः चतुष्षष्टि धातवः सन्ति. शुच योग शप् दशकोतथिते इत्यनेन शकारलोभः हलन्द्यम् इत्यनेन तत्र वदतु. शुच इति हलन्दधातुः अस्ति, उबधायां ह्रस्व उकारः अस्ति अतः तत् उदुबधा धातुः अस्ति. अनन्तरं शप् अस्ति, शप् इत्यस्य अ अवशिष्यते. शुच् योग अ तत्र पुगन्तलघुपथस्य च इति उपधायां यः उकारवर्णः अस्ति तस्य गुणः भवति शोच् इति भवति. शोच् योग अ शोच इति अङ्गं भवति. अग्रे पठामि. अग्रे तथैव कुज् कुज् इति अपि हलन्दधातु, उभधायां ह्रस्व उकारः, उदुपधा धातुः, शप् तत्र शप् गुणकार्यं भवति तत्र. कुज् योग अ अत कु इत्यस्य गुणः भूत्वा को भवति, कोज् भवति. कोज् योग अ कोज कोज भवति. तथा एव लुट् लोट भवति, मुद् मोद भवति, शुभ शोभ भवति इत्यादीनि अङ्गानि अङ्गानि निष्पन्नानि इति उदुपथा. न समीचीनं, धन्यवादः. इदानीं पूर्णेन्दु महोदय अग्रे. ऋतुपथः द्वादौ ईदृशाः विंशतिधातवः सन्ति. रु इत्यस्य गुणः हर् गृच्. गृज् इत्यस्मिन् उपधायां हर्षर्कारः अस्ति अतः गृज् इति धातु ऋतुपथधातुः. गृज् योग सप् सप् इत्यतः वयं जानीमः अकारः एव अवशिष्यते. गृज् योगः अ ऋ इत्यस्य गुणः अस्ति अर् गर्ज् योगः अ गर्ज इति अङ्गं निष्पद्यते. तथैव सर्व यत्र यत्र उभधायां हर्षर्कारः वर्तते भादौ सर्वत्र एव एतादृशानि सोपानानि अनुसूयते. तथैव तथैव कृष् इत्यतः कर्ष, कृष् इत्यतः हर्ष, स्पृ स्पृ इत्यतः सर्प, स्पृ सर्प, मृस् इत्यतः मर्ष इत्यादीनि अङ्गानि निष्कास्यन्ते. उमा इति वदति वा? न उमा उमा भगिनी हा ओके ओके अत्र अदु अदुपदाः वादौ ईदृशाः वि ओके सो 236 धातवः सन्ति अत्र ह्रस्वः अकारः उपधायाम् अस्ति सो लज् इति धातुः शप् इति लशक्वदतिदि इत्यनेन अकारः एव अवशिष्यते लज् इति हलन्तदातः अकारः एव अस्ति सो सो अकारः एव तिष्ठति लज् योगः अ लज इति अङ्गं भवति पश्यति चेत् अधुपदधातुः अस्ति खलु अधुपदधातुः अस्ति अतः किमपि कार्यं नास्ति आ इत्यस्य गुणः आ एव न आ इति वर्णस्य गुणः एव नास्ति इति वर्णस्य एव गुणः खलु अस्तु अस्तु आ इत्यस्य गुणः एव नास्ति अतः किमपि कार्यं नास्ति तर्हि अग्रे पठतु तथैव तथैव अक् योगः अकः अक नट् नट यत् यत् वद् वद अङ्गानि निष्पन्नानि शेषाः न धन्यवादः भगिनि इदानीम् अग्रे उषा भगिनी पठतु आं भगिनि शेषाः द्वादौ ईदृशाः 416 धातवः सन्ति अत्र उपधायाम् इकः स्वरः नास्ति 516 धातवः सन्ति अत्र उपधायाम् इकः स्वरः नास्ति अतः किमपि अङ्गकार्यं नास्ति सेक् योगः सेक् धातु हलन्तधातु एकारः उपधा एकारः उपधाः चेत् ईगन् ईग् उपधा नास्ति गुणकार्यं नास्ति सेक् योगः शप् सेक् योगः अ सेक् योगः वर्णमेलनमेव सेक सेकति तथैव मूर्च् योगः शप् मूर् गुणकार्यं नास्ति मूर्च मन्त् योगः शप् मन्त वन्द् योगः अ वन्द सूद् योगः शप् सूद इत्यादीनि अङ्गानि निष्पन्नानि इति भ्वादिगणे विकरणप्रत्ययनिमित्तकम् अङ्गकार्यम् विशेषतः गुणकार्यम् अन्यानि अङ्गकार्याणि अग्रे वक्ष्यन्ते समीचीनं भगिनी लज् धातु लज इति अङ्गं लज्जते भवति किल कथं लज्जते भवति सः तु भिन्नः धातुः लज् इति धातुः सः धातुः एतत्तु लज्जति इति अस्ति अत्र लज्जति फ्रै फ्रै इति अस्ति रोस्ट् इति कृत्वा तत्र पाठः समाप्तः अत्र सारांशः कः इति चेत् भ्वादिगणे वस्तुतः उपसहस्रदातवः सन्ति क्लोस् टु 1000 धातुस् तर्हि तेषु तत्र 500 धातवः तत्र इत्युक्ते हलन्तदातवः 500 धातवः हलन्तदातवः यत्र उपधायाम् अदुपद इदुपद ऋदुपद नास्ति एकारः अस्ति उपधायाम् अथवा अन्यः वर्णः अस्ति तत्र किमपि कार्यं नास्ति केवलं योजनं तर्हि पञ्चशतं धातूनां रूपाणि कथं भवन्ति इति वयं जानीमः इदानीं तत्र किमपि कार्यमेव नास्ति अग्रे यदा भवादिगणः इति विषयं वयं स्वीकुर्मः तत्र वयम् एवं रीत्या एव विभजनं कृत्वा वयं पश्यामः तत्र प्रत्येकं गणे कीदृशकार्यमस्ति अत्र किञ्चित् तत्र सारांशरूपेण अत्र उक्तमस्ति येन अग्रे गत्वा अस्य विषये चिन्तनं न भवति गुणकार्यं कथं भवति इत्यस्य विषये चिन्तनं न भवति भवादिगणे वयमेव अवगन्तुं शक्नुमः कोऽपि प्रश्नः अस्ति वा अत्र अस्तु तर्हि अग्रिमसप्ताहे तर्हि अग्रिमसप्ताहे तत्र तिङ्प्रत्ययाणां सिद्धिः इति विषयः आरप्स्यते तिङ्प्रत्ययाणां सिद्धिः इति विषयः आरप्स्यते तत्र वयं पश्यामः कथं तिङ्प्रत्ययानां स्थाने मूलप्रत्ययानां स्थाने आदेशः कथं भवति केन सूत्रेण कैः सूत्रैः इति वयम् अग्रे पश्यामः तत्र लट् लोट् लङ् विधि लिङ् तत्र स्वीकृत्य पश्यामः के के आदेशाः भवन्ति इति तत्र रुचिकरं भवति अग्रिमसप्ताहे. अस्तु तर्हि अत्र विरमामः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः भगिनि.